सरस्वतीमहाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति गुणः सूत्रसहिता दृष्टिः। वयं दृष्टवन्तः तत्र अस्मिन् करपत्रे सूत्रद्वयम् आवश्यकम्। एकमस्ति तिंशित् सार्वधातुकं, द्वितीयमस्ति सार्वधातुक आर्धधातुकयोः। सार्वधातुक आर्धधातुकयोः इति गुणविधायकसूत्रम्, इत्युक्ते अनेन सूत्रेण गुणकार्यं विधीयते व्याकरणे। अतः अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रे महर्षिणा पदद्वयम्, एकमेव पदमस्ति परन्तु अत्र संज्ञाद्वयं सः अत्र प्रयुक्तवान्। एकमस्ति सार्वधातुकं, द्वितीयमस्ति आर्धधातुकं। सो प्रथमे तत्र किं सार्वधातुकम् इत्युक्ते किम्, आर्धधातुकम् इत्युक्ते किं, तत् जानीमः चेदेव सूत्रस्य अर्थं वयं ज्ञातुं शक्यते। सो सार्वधातुकम् इति एकं पारिभाषिकशब्दः व्याकरणे। यद्यपि अत्र धातुकम् इति धातु इति श्रूयते परन्तु सार्वधातुकम् इति संज्ञा कस्य कृते, प्रत्ययानां कृते। सो प्रत्ययानां कृते एव सार्वधातुकम् इति संज्ञा व्याकरणे भवति। सो सार्वधातुकं वदामः चेत् महर्षिणा एकं संज्ञासूत्रं दत्तं, तिंशित् सार्वधातुकम्। सो तिंशित् सार्वधातुकम् इह सूत्रमस्ति संज्ञासूत्रम्। अनेन सूत्रेण सार्वधातुकम् इति यः विशिष्टनामकरणं, तस्य कः अर्थः इति तत्र दत्तम् अस्मिन् सूत्रे। सो तिङ् वयं जानीमः, तिङ् अपि एकं प्रत्ययानां समूहः। षित् अपि, षित् इत्युक्ते किं, यस्मिन् प्रत्यये षकारः इत् सः प्रत्ययः षित्। परन्तु अत्र धातोः इति पदस्य अनुवृत्तिः भवति, अतः कीदृशप्रत्ययः, धातुः अनन्तरं येषां विधानं, ते प्रत्ययः, तेषां प्रत्ययानाम् एव सार्वधातुकम् इति संज्ञा भवितुम् अर्हति। सो धातु अनन्तरं ये प्रत्ययः आयान्ति, यदि ते तिङ्समूहे आयान्ति, इत्युक्ते अष्टादशतिङ् प्रत्ययाः, तेषाम् अन्यतनामः अस्ति सार्वधातुकम्। अपि च धातु अनन्तरं ये प्रत्ययाः आयान्ति, येषां प्रत्ययानां विधानं सूत्रद्वारा महर्षिणा कृतं, यदि ते तस्मिन् प्रत्यये कोऽपि षकारः इत् अस्ति, षकारः इत् संज्ञकः अस्ति, तस्य अन्यतनामं भवति षित् इति नामम्। सो सर्वे धातु अनन्तरं सर्वे षित् प्रत्ययाः अपि सार्वधातुक् इति संज्ञा प्राप्नोति। अन्य सर्वे तिङ् विहाय अपि च षित् विहाय अन्य सर्वे धातवः आर्धधातुकम् इति नामं प्राप्नोति। किमर्थं चेत् अनन्तरं महर्षि वदति आर्धधातुकं शेषः। सो सार्वधातुक आर्धधातुकयोः इति सूत्रे सप्तमी द्विवचनात् पदमस्ति। तत्र सार्वधातुक आर्धधातुक परे किं करणीयम् इति वदामः चेत् तत्र गुणकार्यं करणीयम्। कस्य गुणः करणीयम्? इकः अङ्गस्य गुणः करणीयम्। एतत् सूत्रं सप्तमध्याये तृतीयपादे सर्वाणि सूत्राणि अङ्गस्य अधिकारे आयाति। सो अङ्गम् इत्युक्ते किम्? अङ्गम् इति अङ्गमपि एकं संज्ञा अस्ति। अङ्गं कोऽपि तत्र अवयवः नास्ति। तस्य अर्थः कः इति वदामः चेत् व्याकरणे अङ्गम् इत्युक्ते किम्, तत्र एकं सूत्रमस्ति, यस्मात् प्रत्ययः विधिः तदादि प्रत्ययङ्गम्। सो यत्र यत्र यस्मात् अनन्तरं प्रत्ययस्य विधानं महर्षिणा कृतं, यथा धातु अनन्तरं प्रत्ययस्य विधानं भवति, तथैव प्रातिपदिकस्य अनन्तरं तत्र प्रत्ययानां विधानं महर्षिणा कृतं। विधानम् इत्युक्ते तत्र विधीयते, अनन्तरं प्रत्ययः सुप् इति प्रत्ययः, एकविंशति सुप् प्रत्ययः कुत्र आयाति? प्रातिपदिकस्य अनन्तरम् एव आयाति तत्रैव। किमर्थं चेत् यदा वयं पद व्युत्पत्ति कुर्मः चेत्, पदनिर्माणं कुर्मः चेत् तत्र किं योजनीयम्? ऐदर् तिङ् योजनीयम् आर् सुप् योजनीयम्। किमर्थं चेत् तिङ् किमस्ति तत्र पदस्य विषये यः सूत्रम् अस्ति सुप् सुप् तिङन्तं पदं सो यस्य अन्ते सुप् विधीयते यस्य अन्ते तिङ् विधीयते सः एव पदम् इति उच्यते व्याकरणे सो सुप् प्रत्ययः प्रातिपदिकस्य अनन्तरं विधीयते तिङ् प्रत्ययः धातु अनन्तरं विधीयते सो यस्मात् प्रत्ययस्य विधिः तदादि प्रत्ययङ्गम् इति सूत्रं वदामः चेत् अङ्गम् इत्युक्ते किं प्रत्ययस्य प्राक् यत् भागं प्रत्ययस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् इति उच्यते यथा वयं भूयोग शप् योग ती कुर्मः चेत् तत्र प्रत्ययद्वयस्य विधानं प्रथमे तु तत्र भू इति धातु नयामः चेत् अनन्तरं तत्र त्यप् इति प्रत्ययः अस्माकं विवक्षा अनुसारेण एव प्रत्ययः आयाति अस्माकं विवक्षा यस्य पदस्य निर्माणार्थम् अस्माकं विवक्षा अस्ति तद् पदम् तद् तादृशप्रत्ययः एव अनन्तरम् आयाति सो एकवचनस्य विवक्षायां लटि लट्लकारस्य एकवचनस्य विवक्षायां तत्र त्यप् इति प्रत्ययः आयाति धातुः परस्मैपदी अस्ति चेत् तिप् प्रत्ययः आयाति सो तिप् प्रत्ययस्य कृते भू इति अङ्गं परन्तु अनन्तरं तत्र किं कर्तरि शप् सार्वधातुके इत्यनेन शप् इति एकम् अन्यत् विकरणप्रत्ययः मध्ये आयाति सो शप् प्रत्ययस्य कृते तस्य प्राक् यत् भागं शप् प्रत्ययस्य पूर्वे किं भागं भू इति भागं सो भकारः दीर्घ उकारः इति यः अस्ति सः अङ्गम् इति भवति शप् प्रत्ययस्य कृते तथैव तत्र अनन्तरं शप् प्रत्ययनिमित्तीकृत्य यदा तत्र भव भवति भव योग अ शप् प्रत्ययस्य भव भवति सो तिप् प्रत्ययस्य कृते किम् अङ्गं निष्पद्यते इति वदामः चेत् तत्र भव इति यः सम्पूर्ण तिप् प्रत्ययस्य पाक् प्राक् यत् भागं तत् सर्वम् अङ्गम् इति उच्यते सो तिप् प्रत्ययस्य पूर्वे न केवलं भू अस्ति तत्र शप् अपि अस्ति सो शप् निमित्तीकृत्य कार्यं कुर्मः चेत् तत्र यः शब्दसमूहः निष्पद्यते तत् सर्वम् अङ्गं भवति कस्य कृते तिप् प्रत्ययस्य कृते सो यत्र यत्र प्रत्ययस्य विधानम् आयाति तत्र एव अङ्गम् इति नामं भवति यत्र प्रत्ययः नायाति तत्र अङ्गं न वदामः सो यस्मात् प्रत्ययः विधिः तदादि प्रत्ययङ्गम् इति सूत्रमस्ति अङ्गसंज्ञासूत्रं सो प्रत्ययस्य प्राक् यत् भागं तत् सर्वम् अङ्गम् इति उच्यते इति तत्र ज्ञातव्यं सो तत्र सार्वधातुकार्धधातुकयोः इति सूत्रे इकः अङ्गस्य गुणः भवति सार्वधातुक अर्धधातुक प्रत्ययः परे अस्ति चेत् तत्र इकः अङ्गस्य गुणः परन्तु वयं दृष्टवन्तः न केवलं तत्र इकः अङ्गस्य गुणः भवति परन्तु इगन्तङ्गस्य गुणः सो इगन्त वदामः चेत् किम् इगन्त इत्युक्ते किं यस्य अन्ते इक् वर्णः विधीयते इक् इत्युक्ते इ ऊरु एते त्रयः इक् वर्णाः इक् प्रत्याहारे आयान्ति सो यस्य शब्दसमूहस्य अन्ते अथवा यस्य धातु अन्ते ई अथवा उ अथवा रु एते त्रयेषु कोऽपि अन्यतमः तत्र अन्ते वर्तते तदेव इगन्त इगन्त इक् अन्ते यस्य तद् इगन्तं सो धातुविषये प्रायशः एतादृशः नामकरणं भवति भू इति धातुः इगन्तधातुः जी इति धातु इगन्तधातुः परन्तु पठ् इति धातुः इगन्तधातु नास्ति किमर्थं नास्ति अन्ते कोऽपि इक् वर्णः नास्ति अन्ते तु ठकारः अस्ति ठकारः तु इक् वर्णः नास्ति ठकारः तु हल् वर्णः सो हलन्तधातुः सो यस्य धातु अन्ते अन्तिम वर्णः इ ऊरु दीर्घ वा ह्रस्व वा तस्य नाम एव इगन्तधातुः सो अत्र वयं दृष्टवन्तः यः फलित अर्थः इत्युक्ते सार्वधातुकार्धधातुकयोः इति सूत्रे यः फलित अर्थः न केवलम् इक् वर्णस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक् प्रत्ययः आयाति चेत् तत्र तस्य इक् वर्णस्य गुणः भवति परन्तु इगन्तस्य अपि गुणः सो कथं जानीमः इगन्तस्य यस्य अन्ते इक् वर्णः विधीयते तस्यापि परे सार्वधातुक अथवा अर्धधातुक प्रत्ययः आयाति चेत् तस्य अन्तिम इक् वर्णस्य अपि गुणः करणीयं कथं जानीमः? तत्र एकं सूत्रमस्ति, येन विधि तदन्तस्य. सो येन विधि तदन्तस्य इति सूत्रं वदति, येन येन इत्युक्ते येन पद येन इत्युक्ते विशेषणस्य द्वारा यत्र विधिः भवति, न केवलं तत्र विशेषणस्य स्थाने तत्र कार्यं करणीयं, परन्तु तादृशविशेषणम् इक् इति विशेषणं यस्य अन्ते विधीयते तस्यापि अन्तिमवर्णस्य तत्र किं गुणकार्यं करणीयं. सो यदा इफ् यु सी इकः अङ्गस्य गुणः, सो तत्र मनसि किं प्रश्नः आयाति, इकः यः अस्ति, इकः इत्युक्ते इ ऊरु वर्णानां गुणः भवति सार्वधातुक अर्धधातुकयोः, परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः आयाति. परन्तु महर्षि तत् न इच्छति. महर्षि किम् इच्छति? तत्र धातुपाठे तु बहु न्यूनं धातवः, यथा इन् इति धातुः, रु इति धातुः, यस्य तत्र एकमेव वर्णः इक् इति वर्णः, इ अथवा रु अथवा तत्र उ इति वर्णः. परन्तु महर्षि किम् इच्छति? तादृश सर्वे धातवः यस्य अन्ते इ उ रु विधीयते तस्यापि गुणकार्यम् अनेन सूत्रद्वारा करणीयम्. सो एकम् अतः अत्र किं येन विधि तदन्तस्य इति सूत्रस्य अत्र आवश्यकता. सो तत्र किं यथा वयं प्रक्रिया पश्यामः चेत् तत्र एतादृशः तत्र चिन्तनं भवति, न केवलम् ईरूपी धातुरूपी अङ्गस्य गुणः अथवा रु इति धातुरूपी अङ्गस्य गुणः, तत्र तु स्वयम् इक् इति वर्णः विधीयते, परन्तु तादृश अङ्गस्य तादृशधातुः अपि गुणः भवति यस्य अन्ते इ ऊरु विधीयते, यथा जि, यथा चि, यथा भू. तु तादृश बहूनि धातवः सन्ति, भुवादिगणे एव सन्ति, यस्य अन्तिम वर्णः इ अथवा उ अथवा रु अस्ति. सो तेषां विषये अपि सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः. अतः अत्र येन विधि तदन्तस्य इति सूत्रस्य आवश्यकता, न केवलम् इक् अङ्गस्य गुणः, इक् इति धातुरूपी अङ्गस्य गुणः, परन्तु यस्य अन्ते इक् विधीयते तस्यापि गुणः भवति अनेन सूत्रेण, सार्वधातुक अर्धधातुकयोः. सो यदा वयं सम्पूर्णसूत्रं पठामः चेत् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. सो अत्र इकः अङ्गस्य यः तत्र फलितार्थः, तु इगन्त अङ्गस्य गुणः. सो यदा तत्र इगन्त अङ्गस्य गुणः इति भवति, सो अत्रापि भ्रमः जायते, सम्पूर्ण अङ्गस्य कृते गुणः वा अन्तिम इक् वर्णस्य एव गुणः, यथा इगन्त अङ्गस्य गुणः इति पदम् आयातिश्चेत् तत्र न केवलं तत्र किम् अलो अनन्तस्य इति सूत्रद्वारा किं भवति, नो अत्र भकारः तथैव तिष्ठति, जकारः तथैव तिष्ठति, केवलम् अन्तिम यः इक् वर्णः अस्ति तस्य एव गुणः करणीयं, न तु सम्पूर्णाङ्गस्य. सम्पूर्णाङ्गस्य गुणः न भवति, केवलम् अन्तिम अलस्य, अन्तिम अलः यदि इक् अस्ति तदा एव तत्र किं गुणकार्यं तस्य अन्तिम अलस्य स्थाने करणीयं, न तु सम्पूर्णाङ्गस्य. अतः अलो अनन्तस्य इति सूत्रस्य अपि आवश्यकता. अनेन किं जायते? अनेन सम्पूर्णतया स्पष्टता आयाति किं करणीयम्. अङ्गस्य भू इति यः अस्ति तत्र बकारः तथैव तिष्ठति, केवलम् उकारस्य गुणः, अन्तिम अलस्य एव गुणः, न तु सम्पूर्ण भू इति अङ्गस्य गुणः इति तत्र सूत्रत्रयं तत्र पठनीयम्. अस्मिन् सूत्रस्य अर्थावगमनार्थम् इको गुणवृद्धि, येन विधि तदन्तस्य, अपि च अलो अनन्तस्य इति सूत्रस्य परिभाषा, त्रीणि परिभाषासूत्राणि तत्र आवश्यकता भवन्ति. अस्तु, इदानीं तत्र गतसप्ताहे वयं परिभाषासूत्रस्य विषये अपि अधीतं, येन विधि तदन्तस्य इति सूत्रं किं वदति. येन इत्युक्ते इकारेण, इत्युक्ते तत्र यः अस्ति, यत्र यत्र यस्मिन् यस्मिन् सूत्रे तत्र स्थानिवर्णः, इत्युक्ते अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रे इकः इति स्थानीवर्णः, परन्तु न केवलं स्थानीवर्णः, अङ्गस्य कृते विशेषणम् अपि भवति. इकः अङ्गस्य गुणः. प्रश्नः अस्ति वा? सो तत्र इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति सम्पूर्ण अनुवृत्तिसहितसूत्रम् अस्ति. तत्र इकः न केवलं षष्ठ्यान्तं पदः, परन्तु स्थानी भवति. परन्तु कीदृश अङ्गम् इति वदामः चेत् इकः अङ्गस्य. तत्र इकः इति यः षष्ठ्यन्तं पदः अस्ति सः अङ्गस्य कृते विशेषणं भवति. सो यस्मिन् यस्मिन् सूत्रे स्थानीपदं विशेषणरूपेण अपि उक्ताः, विशेषणरूपेण अपि भवति, तत्र किं, तत्र तस्य विशेषणस्य स्थाने तु अवश्यकार्यं करणीयं, परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तस्य अन्तिमलस्य अपि तत्र किं कार्यं विधीयते. सो न केवलं स्वं रूपस्य तत्र कार्यं, परन्तु यः तत्र विशेषणं यस्य अन्ते विधीयते तदन्तस्य अपि कार्यं करणीयं. न केवलं स्वं रूपस्य कार्यं, विशेषणरूपी अङ्गस्य कार्यं, परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तदन्तस्य अपि कार्यं करणीयम् इति. येन विधि तदन्तस्य, अपि च आलो अनन्तस्य इति सूत्रमपि पूर्वस्मिन् वर्गे पठितवन्तः. तत्र अन्तिमलस्य स्थाने एव षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः, सः अन्तिमलस्य इत्युक्ते तत्र एकं सूत्रमस्ति अत् उत् सार्वधातुके. सो तत्र अत् उत् अत् इत्युक्ते तत्र स्थानीपदं, परन्तु षष्ठीविभक्तिद्वारा तस्य निर्देशं न कृतं. तत्र अत् उत् सार्वधातुके तत्र अत् तत्र कुत्र वर्तते, तत्र अन्ते न वर्तते. अत् इति पदं तत्र मध्ये ककार उत्तरवर्ती यः अकारः तस्य उकारादेशः भवति. सो यत्र यत्र यत्र षष्ठीविभक्तिद्वारा यस्य पदस्य आदेशः, आदेशः वयं तु जानीमः, तत्र आदेशः षष्ठीविभक्तिद्वारा एव तत्र स्थानीपदं भवति. यः षष्ठ्यन्तं पदः अस्ति सः पदं तु स्थानीपदं भवति, परन्तु कुत्रचित् तत्र सम्पूर्ण पदं दत्तं. सो तत्र अन्तिम अलस्य स्थाने एव तत्र कार्यं करणीयं, न तु सम्पूर्णपदस्य तत्र कार्यं करणीयं. सो यः अन्तिम अल् तत्र अस्ति तस्य स्थाने एव आदेशः, न तु सम्पूर्णपदस्य स्थाने आदेशः इति. यदा वयं तत्र दृष्टवन्तः, भू इति इघन्तम् अस्ति, सो इघन्त अङ्गस्य गुणः, सो सम्पूर्ण इगन्त अङ्गस्य गुणः न भवति, अन्तिम अलस्य एव गुणः भवति, अन्तिम उकारस्य एव गुणः, बकारः तथैव तिष्ठति. सो तत्रापि तत्र षष्ठीविभक्तिद्वारा तत्र स्थानीपदं निर्दिष्टम्, इकः इति षष्ठ्यन्तं पदः. सो तत्र इगन्तस्य सम्पूर्ण इगन्तस्य गुणः न भवति, केवलम् अन्तिम अलस्य एव गुणः भवति. इदानीं तत्र षष्ठं बिन्दुः अस्ति, षष्ठबिन्दुतः तत्र अद्य पठामः. कोऽपि प्रश्नः अस्ति इदानीं पर्यन्तं वदतु, अन्यथा तत्र पाठस्य प्रति गच्छामः. कस्यचित् सूत्रस्य विषये कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु. सो सार्वधातुक आर्धधातुकयोः इति सूत्रेण अन्तिमस्थितस्य एकवर्णस्य एव गुणः, वयं दृष्टवन्तः तत्र उपदायामपि गुणः भवति, परन्तु अनेन सूत्रेण तु अन्तिमस्थितस्य एकवर्णस्य गुणः, न तु उपदायां या कुत्रचित् अन्यत् स्थाने. सो सार्वधातुक आर्धधातुकयोः इति सूत्रे इगन्तङ्गमस्ति चेदेव गुणः, इगन्तं नास्ति चेत् यथा लिखितधातुः तत्रापि एकवर्णः उपदायाम् अस्ति, परन्तु अन्ते नास्ति. सो लिखितधातु यः लेख भवति आर्धधातुकप्रत्ययः परे, तत्र तु अनेन सूत्रेण न भवति, कोऽपि अन्यत् सूत्रमस्ति, भिन्नसूत्रेण तत्र कार्यं. सो सार्वधातुक आर्धधातुकयोः इति सूत्रेण कीदृश अङ्गस्य, इघन्तङ्गस्य एव गुणः, यस्य अन्ते इकवर्णः विधीयते तस्य एव गुणः अनेन सूत्रेण भवति, न तु कस्यचित् यथा बुध धातु बोध भवति, तत्रापि अनेन सूत्रेण कार्यं न भवति, भिन्नसूत्रेण कार्यं. सो सार्वधातुक आर्धधातुकयोः इति सूत्रेण अन्ते स्थितस्य इक् वर्णस्य गुणः, अतः अत्र किमपि न लिखितम्, अस्मिन् सूत्रे किमपि न लिखितम्, अन्ते दीर्घ भवेत् वा ह्रस्व भवेत् वा एव गुणकार्यं करणीयं, तादृशः अत्र निर्देशं नास्ति। अतः अस्माकं निष्कर्षः कः, अन्ते दीर्घ इक् वर्णः भवेत् वा ह्रस्व इक् वर्णः भवेत्, तस्य तु गुणकार्यं करणीयम् एव, कदा यदि तस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः आयाति, तदा एव गुणकार्यं करणीयं, निमित्तं पूरितं चेदेव कार्यं करणीयं। सो अत्र न केवलं सार्वधातुकपरे कार्यम्, आर्धधातुकपरे अपि कार्यं भवति, परन्तु कीदृश अङ्गस्य, इगन्ताङ्गस्य, अन्ते स्थितस्य इक् वर्णस्य एव अनेन सूत्रेण कार्यं भवति। अस्तु, इदानीं षष्ठबिन्दुतः अत्र पठामः। अस्तु, कः पठितुम् इच्छति, कः अथवा का? पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनि? नो चेत् उषा भगिनी, ध्वनि श्रूयते भगिनि? पठामि, श्रूयते भगिनि, एक अन्म्यूट् विलम्बम् अभवत्, पठामि, पठस्तु। इको गुणवृद्धिः षष्ठबिन्दु अस्ति, अत्र स्क्रीन् दृश्यते वा? भो योग अयोगति, प्रथमे तत्र वदतु भू कथं भो भवति इत्यपि वदतु। भू भू अधिक आ, भू अधिक आ गुणं भूत्वा ओ भवति। आम्, केन सूत्रेण? इदानीं सूत्रमपि वक्तव्यं, सूत्रमपि वक्तव्यं, भू केन न भू केन सूत्रेण भो भवति, सूत्रं किं? गुणविधायक गुणविधायकसूत्रं शत्रुसंज्ञालोपसन्धि तत्र यस्य सार्वधातुकार्धधातुकयोः आर्धधातुकयोः इति सूत्रेण गुणकार्य भवति, इकवर्णस्य गुणकार्य भवति। सो भू अधिक आय भू अधिक आधिक ति भवति। परिभाषिकसूत्राणि पठनीयं खलु, परिभाषासूत्राणि अनन्तरं पठतु। अत्र भू भो भवति केन सूत्रेण? सार्वधातुकार्धधातुकयोः इति सूत्रेण भू धातु अस्ति, तस्य परे तिप् इति प्रत्ययः, तिप् प्रत्ययः सार्वधातुक्, तिङ्क्षित् सार्वधातुकम् इत्यनेन तिप् प्रत्ययः सार्वधातुक, मध्ये तत्र शप् इति आयाति, भुवादिगणे मध्ये शप् आयाति, भवति अकार अकार एव अवशिष्य भागं, भू अधिक अकार भो इति गुणः भवति। इदानीं तत्र किं करणीयम्? अत्र पठतु, अत्र प्रथमे पठतु अनन्तरं परिभाषासूत्राणि। पाणिनिः सूत्राणां लघुत्वम् इच्छति, तदर्थं भगिनि अत्र अस्ति षष्ठं बिन्दुः, स्क्रीन् दृश्यते वा? मम स्क्रीन् दृश्यते, अत्र लघु लघु अक्षराणि भवति खलु, तत्र अहम् उद्घाटितवती एतत्, अत्र पी डि एफ् अस्ति मम समीपे, अत्र दृश्यतु षष्ठं बिन्दुः अस्ति, तस्य अनन्तरं परिभाषासूत्राणि, अनन्तरं तत्र एकं परिच्छेदः अस्ति, भो योग अयोगति, सन्धिप्रकरणे एकं सूत्रम् अस्ति, भो अधिक अधिकति सन्धिप्रकरणे एकं सूत्रम् अस्ति, एचोयवायवः एचोवायवः षष्ठम अध्याये नवमपादे सप्तसप्ततिः, ओ सारि प्रथमपादे सप्तसप्तति सूत्र यान्तावान्तसन्धिः इति लोके उच्यते, लोके उच्यते। अनेन सूत्रेण एकवर्णसमूहस्य एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत्, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्, तर्हि ओकारस्य स्थाने आ आदेशः भवति। यच वायाचवा इति सूत्रेण इत्यनेन शिष्टमाध्याय प्रथम पाद सप्तसप्ततिसूत्र इत्यनेन वो स्थाने आ भू अधिक आ अधिक आ अधिक ति भवति. वर्णमेलनेन वर्णमेलनेन किं भवति? वदामि भगिनि. भ प्लस् आ भ प्लस् उ अधिक भ प्लस् उ अधिक आ भो भवति. अनन्तरं भो अधिक आ भो अधिक सारि भो अधिक शप् शप्विकरणप्रत्ययेन आ परिशिष्ट भागं वर्णमेलनेन भ प्ल भो प्ल अधिक आ अधिक ति भवति. भो अधिक आ एच वयाचः सूत्रस्य आधारेण आविति भवति. ये अस्ति चेत् ऐ भवति, ओ आर् औ अस्ति चेत् औ भवति. भू अधिक आ अधिक आ ति भू अधिक आ अधिक आ अधिक ति वर्णमेलने भवति इति भवति. सत्यं. सो अत्र ओ स्थाने ओ अपगच्छति, तस्य स्थाने अव् इति आदेशः. केन सूत्रेण? एचो य वायावः इति सूत्रेण तत्र ओ अपगच्छति. किमर्थम् अपगच्छति? ओ साक्षात् परे अच् वर्णः. ओ साक्षात् परे अच् वर्णः अस्ति चेत् ओ अपि च अ मध्ये तत्र संहिता अस्ति. सो संहितायां किं करणीयम्? अनेन सन्धिसूत्रद्वारा तत्र ओ स्थाने अवादेशः. सो भकारः तथैव तिष्ठति, ओ स्थाने अवादेशः, वर्णमेलनेन किं भवति इति रूपं. सो तत्र प्रायशः तत्र भुवादिगणे एतत् एव भवति. इत्युक्ते यद् यदि तत्र जि इति धातु पश्यामः, जि इति धातुः तत्र योगशप् भवति. शप् इति प्रत्ययः शित् शित्वात् किं? सार्वधातुकप्रत्ययः. सो सार्वधातुकप्रत्ययः अस्ति चेत् जि स्थाने जे इति आदेशः भवति, एकार आदेशः भवति इकारस्य स्थाने. सो जे योग अयोगति भवति चेत् तत्र एचोयवायः. तत्रापि एचोयवायावः इति सूत्रद्वारा ए स्थाने ऐ आदेशः भवति. सो जयति इति भवति, तत्र व न आयाति, तत्र य आयाति. सो जयति इति रूपं. सो भुवादिगणे प्रायशः एतादृशः कार्यम् एव भवति. इदानीम् अत्र भगिनी अत्र वदतु, ती ती तिप् इति प्रत्ययस्य कृते कीदृश अङ्गम् अस्ति जानाति चेत् वदतु कोऽपि. तिप् तिप् इति एकं प्रत्ययः अस्ति. सो प्रत्ययस्य प्राक् यद् भागं तत् सर्वम् अङ्गम्. सो तिप् प्रत्ययस्य कृते इदानीं तत्र कीदृश अङ्गम्? इगन्तं नास्ति तत्र. बकारः बकारः अकारः वकारः अकारः भव इति अस्ति. सो भव इति अङ्गं भवति तिप् प्रत्ययस्य कृते. सो तिप् प्रत्ययस्य कृते भव इति अङ्गम् अस्ति. सो इगन्त अङ्गं नास्ति. यदि कुत्रचित् तिप् तिप् प्रत्ययस्य कृते अपि इगन्त अङ्गं, तत्रापि द्विवारं गुणः भवति. परन्तु अत्र तु तादृशस्थितिः नास्ति. अत्र तिप् प्रत्ययस्य कृते इगन्त अङ्गं नास्ति. किमर्थं चेत् सार्वधातुक आर्धधातुकयोः इति सूत्रद्वारा इगन्त अङ्गस्य एव गुणः, न तु अजन्त अङ्गस्य. अत्र तु अजन्त अङ्गम् अस्ति. अङ्गस्य अन्ते अत्र अच् वर्णः. कीदृश अच् वर्णः? अकारः. परन्तु इक् वर्णः नास्ति. इक् प्रत्याहारे अकारः न आयाति. इ आरभ्य इ ऊरु एव आयाति इक् प्रत्याहारे. सो तिप् प्रत्ययस्य कृते अत्र इगन्ताङ्गं नास्ति. अस्ति चेत् अत्रापि गुणः भवति. किमर्थं चेत् इगन्ताङ्गं, तस्य परे सार्वधातुक तिप् प्रत्ययः, अतः तत्रापि गुणः सम्भवति. परन्तु तिप् प्रत्ययस्य कृते तु अत्र इगन्ताङ्गं नास्ति, भव इति अङ्गम् अस्ति, अजन्ताङ्गम् अस्ति. अतः अत्र गुणकार्यं न कर् न भवति. किमर्थं चेत् केवलम् इगन्तस्य अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः, अतः अत्र केवलं वर्णमेलनं भवति. सो भवति इति लटीरूपं. सो तत्र प्रत्येकस्य प्रत्ययस्य कृते अङ्गं किं तत् पश्यामः चेदेव तत्र तत्र किं साधुरूपं निष्पद्यते, न जानीमः चेत् तत्र असाधुरूपं निष्पद्यते. सो तत्र यथा स्वादिगणे श्नु इति अङ्गं नु इति योजयामः चेत् तत्र तिप् प्रत्ययस्य कृते इघन्त अङ्गं निष्पद्यते. तत्र नु श्नु इति विकरणप्रत्ययः अन्ते उकारः, उकारः इकवर्णः. सो तत्र तस्मिन् गणे स्वादिगणे तिप् प्रत्ययस्य कृते अपि इगन्त अङ्गम् आयाति, अतः तत्रापि गुणः भवति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः, परे कोऽपि सार्वधातुक प्रत्ययः अस्ति चेत् तत्र इगन्त अङ्गस्य गुणः. सो सार्वधातुक इदानीं वयं जानीमः तिंशित् सार्वधातुकम् अस्तु. अनन्तरं तत्र एचोयवायवः इति सूत्रस्य पूर्ण अर्थमपि दत्तम्. अग्रे कः पठितुमिच्छति? उषा भगिनी पठितुमिच्छति वा भगिनि? नो चेत् पठितुमिच्छति वा भगिनि? अहं पठामि वा? श्रूयते, श्रूयते भगिनि. पूर्णः सूत्रार्थः अत्र उक्तः एचोयवायवः षष्ठमध्याय प्रथमपादः सप्तसप्ततिः सूत्रम् एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण अय अव आय आव इत्यादेशाः भवन्ति अचि परे. क्रमेण इत्युक्तं यथा सङ्ख्यमनुदेशः समानाम् प्रथमाध्याय तृतीयपाद दशमसूत्रम् इति परिभाषासूत्रस्य साहाय्येन. अय च अव च आय च आव च इत्येषाम् इतरेतरद्वन्द्वः अयवायावः. एषः षष्ठ्यन्तम् अयवायावः प्रथमान्तं द्विपदमिदं सूत्रम् इको यणचि षष्ठम अध्याय प्रथमपाद षष्ठसप्ततिः सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. संहितायां षष्ठम अध्याय प्रथमपाद एकसप्ततिसूत्रम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचिः अचि संहितायाम्. वदतु सूत्रस्य कः अर्थः? एचोयवायवः सूत्रम् अस्ति. तेन ए ओ ऐ औ एतेषां स्थाने अय अव आय आव इति आदेशः भवति यदा ते आगच्छति अन्ते. ते यथा क्रमेण आगच्छति गच्छति तस्य अर्थः अस्ति ए यत्र अस्ति तत्र अय आगच्छति, ओ अस्ति तत्र अव आगच्छति, ऐ अस्ति तत्र आय आगच्छति, औ अस्ति तत्र आव् आगच्छति. तत् अस्ति यथा सङ्ख्यमनुदेशः समानाम्. सङ्ख्या प्रथमम् अस्ति तस्य कृते प्रथमादेशः भवति, द्वितीयः अस्ति तस्य कृते द्वितीयादेशः. ए प्रथमस्ति तत्कारणात् तत्र अय आदेशः भवति, ओ द्वितीयवर्णस्ति तत्र अव आदेशः भवति. तत् अस्ति यथा सङ्ख्यम् अनुदेशः समानाम्. एतत् अस्ति परिभाषासूत्रम्. तत्र अय च अव च आय च एतत् अस्ति इतरेतरद्वन्द्व. तेन एकशब्दः भवति भवति अयवायावः इतरितरद्वन्द्वानन्तरम्। आम्, अत्र अस्मिन् अनुवृत्तिसहितसूत्रं पठतु भगिनी एकवारम्। अत्र अन्ते लिखितमस्ति अनुवृत्तिसहितसूत्रम्। एकः अयवायावः अचि संहितायां। सो अत्र सप्तमी अन्तं पदः कः? अचि। आम्, सो अत्र अचि परे एव कार्यं, परे एव कार्यम्। आम्, सो ए स्थाने यः अय आदेशः, यदि ए परे अच् आयाति तदा एव ए स्थाने अय आदेशः। सो अचि इति सप्तमी अन्तं पदः, अचि परे अस्ति चेदेव कार्यं, सो निमित्तम् अस्ति। अत्र सप्तमी विभक्तियान्तं पदद्वारा यः यस्य पदस्य निर्देशं सः निमित्तरूपेण आयाति। सो अत्र निमित्तम् इति वदामः चेत् अत्र स्थानिवर्णः तु एच् प्रत्याहारः, परन्तु निमित्तरूपेण अचि अस्ति। सो अचि परे एव कार्यं, कार्यं किम्? अय अव आय आव् इति आदेशः, कार्यमस्ति आदेशकार्यं। सो एच् स्थाने क्रमेण एतादृशः आदेशः करणीयं। सो अत्रापि ए स्थाने कथम् ऐ जानीमः, ऐ इति आदेशः करणीयं, तस्य कृते परिभाषासूत्रं दत्तं। सूत्रं किं? यथा सङ्ख्यम् अनुदेशः समानाम्। अत्र स्थाने अन्तरतमः इति सूत्रस्य न तत्र परिभाषासूत्रेण न अवगतम्। अत्र भिन्नपरिभाषासूत्रस्य आवश्यकता, यथा सङ्ख्यम् अनुदेशः समानाम्। अत्र आदेशरूपेण तत्र वर्णसमूहस्य आदेशः, न तु एकमेव वर्णस्य। सो अय इति वर्णसमूह, अव इति वर्णसमूह, आय इति वर्णसमूह। सो यथा सङ्ख्यमनुदेशः समानानाम् इति सूत्रेण किम् अवगम्यते? यत्र स्थानिवर्णः समानम् अपि च आदेशरूपेण वर्णसमूहः समानम् अस्ति, तेषां सङ्ख्या समानम् अस्ति, तत्र क्रमेण तत्र तादृश आदेशः करणीयम्। इत्युक्ते एच् प्रत्याहारे क्रमेण ए ओ ऐ औ इति तत्र महेश्वरसूत्रं पश्यामः चेत् एच् प्रत्याहारे क्रमेण एतादृशः क्रमः अस्ति, ए ओङ् ऐ औच् इति अस्ति। सो ए आरभ्य च पर्यन्तम् एतादृशः वर्णानां क्रमः, ए ओ ऐ औ। सो ए स्थाने ऐ, ऐ स्थाने आय्, ओ स्थाने अव, औ स्थाने आव् इति आदेशः। सो यथासङ्ख्यम् अनुदेशः समानाम् इति सूत्रं परिभाषासूत्रं, यथास्थाने अन्तर्तमः। सो यनादेशस्कृते तत्र स्थाने अन्तर्तमः इति परिभाषासूत्रेण वयं जानीमः, ई स्थाने तत्र य आयाति। परन्तु अत्र तु भिन्नपरिभाषासूत्रस्य आवश्यकता, अत्र क्रमः अस्ति, तत्र वर्ण आदेशरूपेण वर्णसमूह आदेशमहर्षिणा कृतं, न केवलं य, अत्र अय इति अस्ति, अव अस्ति, आय अस्ति। सो अत्र एचोयवायावः इति सूत्रेण अचि परे एव कार्यं करणीयं। यथा अत्र बो योग अ अस्ति, अत्र ओ अपि च अ मध्ये संहिता अस्ति, ओ इति यः वर्णः सः एच् प्रत्याहारस्य वर्णः, अतः अत्र किम्? अव इति आदेशः, ओ स्थाने तु अव आदेशः इति तत्र एतस्य सूत्रस्य प्रसक्तिः अस्ति। सो अचि परे एव कार्यं भवति। अस्तु अस्तु भगिनि, धन्यवादः। इदानीं सप्तम बिन्दु अस्ति भवति, अत्र प्रक्रिया कथं, तत्र प्रत्येकसूत्रस्य कुत्र कुत्र तत्र प्राप्तिः अस्ति, तद् सर्वं दत्तम् अस्तु। मञ्जरी भगिनी पठितुम् इच्छति वा भगिनी सप्तम बिन्दुतः? आम् आम् पठतु। भूयोग अवयोग अयोगति वर्णानां निगमे भवति इति अस्ति। आहत्य प्रक्रिया एतादृशी, भूयोगशप् योगति दशक्व तद्विते प्रथमे अध्याये तृतीये पादे अष्टम सूत्रमस्ति, फलन्त्यं प्रथमे अध्याये तृतीये पादे तृतीयसूत्रमस्ति, तस्य लोपः प्रथमे अध्याये तृतीये अध्याये नवमसूत्रमस्ति इति सूत्रैः चकारपकारयोः लोपः भूयोग अयोगति तिंशित् सार्वधातुकं तृतीये अध्याये चतुर्थे पादे त्रयोदश अधिकशतम् इत्यतेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा सार्वधातुक आर्धधातुकयोः सप्तमे अध्याये तृतीये पादे चतुर्दिशि इत्यतेन सार्वधातुकप्रत्ययपरे दिगन्ताङ्गस्य इकः गुणः भोयोग अयोगति एकयवायावः इत्यतेन ओ स्थाने अव भयोग अयोग भयोग अव औ योग अयोगति वर्णमेलने भवति. अग्रिममपि पठामि वा? न, किञ्चित् वदतु अस्य कृते, अस्य कृते किञ्चित् वदतु यत् पठितं. भू भूधातु अस्ति, भू भ भ ऊ अस्ति, ऊ तत्र शप् प्रत्यय अस्ति. प्रथमे प्रथमे गणे धातुः अस्ति तथा भू भ ऊ तत् शप् प्रत्यय ति इति तिङ् प्रत्ययः भू शप् भूयोग शप् योगति तत्र सकारस्य इति संज्ञा लशक्वतद्धिते इति सूत्रेण, पकारस्य इति संज्ञा हलन्त्यम् इति सूत्रेण, द्वयोः लोपः भवति तस्य लोपः इति सूत्रेण, तत्र भूयोग अयोगति अनन्तरं तिंशित् सार्वधातुकम् इत्यतेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण किमर्थं शप् प्रत्ययस्य सार्वधातुकसंज्ञा भगिनि तदपि वदतु. शप् प्रत्ययस्य किमर्थं सार्वधातुक इति संज्ञा केन कारणेन? किञ्चित् सार्वधातुकम् इति ति इति तिङ् प्रत्ययः अस्ति, तस्य अङ्ग अस्ति शप् प्रत्ययः इत्युक्ते शप् प्रत्ययस्य सार्वधातुकसंज्ञा. न न, शप् प्रत्ययः भिन्न प्रत्ययः, तिप् प्रत्ययः भिन्न प्रत्ययः. इदानीं वार्ता कस्य विषये? शप् प्रत्ययस्य विषये. अत्र लिखितमस्ति शप् प्रत्ययस्य सार्वधातुकसंज्ञा तिंशित् सार्वधातुकम् इति सूत्रद्वारा शप् प्रत्ययस्य सार्वधातुकसंज्ञा. शप् प्रत्ययः अपि धातु अनन्तरम् आयाति, अतः ये प्रत्ययाः धातु अनन्तरम् आयाति तेषां संज्ञा ऐदर् सार्वधातुक् भवति और् आर्धधातुक् भवति. परन्तु अत्र शप् प्रत्ययस्य कृते तु सार्वधातुक् संज्ञा केन कारणेन? तिंशित् सार्वधातुकम् इति सूत्रस्य कः अर्थः भगिनि वदतु? तिंशित् सार्वधातुकम् इति तिङ् प्रत्ययाः तथा सित् प्रत्ययाः ये सन्ति ते सार्वधातुकं. सम्यक्. किञ्चित् उच्चैः वदतु भगिनि, न श्रूयते. अधुना श्रूयते वा? आं श्रूयते, वदतु. अधुना श्रूयते. हा, सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तस्य इकः गुणः भवति तथा भू भो भवति. अत्र अत्र एकनिमिषः भगिनि, शप् प्रत्ययस्य शप् प्रत्यये शकारः इत् अस्ति केन सूत्रेण? लशक्व तदिते इति सूत्रद्वारा शकारस्य इत् सो शप् प्रत्यये शप् प्रत्ययस्य अन्यत् नाम अस्ति शित् प्रत्ययः. शप् शित् अस्ति, अतः शित् तिङ्गषित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुक संज्ञा प्राप्नोति, सार्वधातुक इति नामकरणं प्राप्नोति। किमर्थं चेत् शप्षित् अस्ति, षित् कारणेन एव सार्वधातुक संज्ञा, अन्यथा तु शप् प्रत्ययस्य सार्वधातुक इति संज्ञा न भवति। अत्र तु षित् अस्ति परन्तु तिङ्गषित् नास्ति, अतः महर्षिणा किम् उक्तं, न केवलं षित् प्रत्ययः सार्वधातुक, तिङ्गसमूहे ये अष्टादश प्रत्ययाः तेषां संज्ञा अपि सार्वधातुक, ते सर्वे सार्वधातुक प्रत्ययः। सो अत्र सार्वधातुक प्रत्ययद्वयं वर्तते भूप्रत्ययस्य, प्रथमे तु शप् इति, शप् अपि सार्वधातुक प्रत्ययः, तिप् अपि सार्वधातुक प्रत्ययः, अतः अत्र सार्वधातुक। See, we have to say why should this sarvadhatuk ardhadhatuk kayoho iti sutrena atra kimartham karyam, kimartham chet atra nimitani puritani, igant dhatu asti bhu iti dhatu igant dhatuhu tasya sakshat pare sarvadhatuk pratyah, ataha asti asya sutra si prasakti atra asti, kimartham chet pare sarvadhatuk pratyah athva ardhadhatuk pratyah asti chedeva karyam, अन्यथा तु कार्यं न भवति। वदतु इदानीम् इत्यनेन सार्वधातुकप्रत्ययपरे, सार्वधातुकप्रत्ययपरे इगन्तस्य इकः गुणः, भू इगन्तमस्ति, शप् इति सार्वधातुकप्रत्ययः अस्ति तथा इकः गुणः भवति, भो योग अयोगति, अनन्तरम् इजो यवायावः इति सूत्रेण ओ स्थाने अव इति आदेशः भवति, अनन्तरं वर्णमेलने भवति इति रूपं सिद्ध्यते। किमर्थं चेत् तिप् प्रत्ययस्य कृते कोऽपि गुणकार्यस्य तत्र प्रसङ्गः नास्ति, अस्ति चेत् करणीयं, नास्ति चेत् न करणीयं। सो केवलं वर्णमेलनम् अत्र भवति, कोऽपि अन्यत् कार्यं नास्ति। अत्र तु संहिता अस्ति, अचुवर्णद्वयस्य मध्ये तत्र संहिता, अतः अत्र सन्धिकार्यम्, अच् सन्धिकार्यम्, एचो यवायावः इति सूत्रद्वारा ओ अपगच्छति, तस्य स्थाने अव् इति आदेशः, सो भव इति भवति तिप् प्रत्ययस्य कृते। अतः अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति। यद्यपि अत्र परे अङ्गस्य परे सार्वधातुकप्रत्ययः अस्ति, परन्तु अङ्गे गुणप्रसङ्गः नास्ति, यः अङ्गम् अस्ति तत्र गुणप्रसङ्गः नास्ति, अतः कार्यं न भवति, केवलं वर्णमेलनेन भवति इति रूपम्। अचि संहितायां, सो अत्र ओ अपि च अ मध्ये संहिता अस्ति, अत्यन्तं सामीप्यम् अस्ति, अतः अत्र सन्धिकार्यं, स्वरसन्धिकार्यं, सो अवादेशः, केवलं वर्णमेलनम्, अनन्तरं कोऽपि अन्यत् कार्यं नास्ति, वर्णमेलनेन भवति इति रूपम्, एकवचने भवति इति रूपं भवति, लटि एकवचने। अस्तु भगिनि, धन्यवादः। अष्टं बिन्दुः कः पठितुमिच्छति, कः अथवा का? श्लोचना भगिनी पठितुमिच्छति वा भगिनि अष्टं बिन्दुतः? वदतु। वादेन यत्र यत्र इगन्तधातुः तत्र तत्र एतादृशः क्रमः, यथा जि जिये इति धातुः, जि योग शप् योग ति, लषक्वतद्धिते अलङ्क्यं तस्य लोपः इत्यनेन जि योग आयोग ति, तिंचित् सार्वधातुकं सार्वधातुकार्धधातुकयोः इत्यनेन जे योग आयोग ति, एचो यवायावः एकारस्य स्थाने ऐ आदेशः, ज् योग ऐ योग आ योग ति, वर्णानां मेलने जयति इति तिगन्तपदं निष्पन्नम्। स्वस्य तत्र वाक्ये वदतु, जि कथं जे भवति दृष्ट्वा वदतु। तत्परे तिङ्प्रत्ययः ति अस्ति, विकरणप्रत्ययः शप् अस्ति, लषक्व तद्धिते इत्यनेन सूत्रेण शप् प्रत्ययस्य आदौ शकारः अस्ति, अतः तस्य संज्ञा भवति, तस्य लोपः इत्यनेन शकारस्य लोपः भवति. पुनः हलङ्क्यम् इति सूत्रेण अन्ते विद्यमानस्य पकारस्य लोपः विसंज्ञा भवति, तस्य लोपः इत्यनेन पकारस्यापि लोपः भवति, अकारः अवशिष्यते, चप्रत्यय अकारः अवशिष्यते. अतः जी योग आयोग ति अत्र किञ्चित् सार्वधातुकम् इति सूत्रेण जी आ अवशिष्यः अकारः सार्वधातुकसंज्ञा वर्तते, अकारस्य सार्वधातुकसंज्ञा वर्तते. किमर्थं सः अवशिष्यभागः चित् अस्ति, किञ्चित् सार्वधातुकम् इत्यनेन सूत्रेण अकारस्य सार्वधातुकसंज्ञा भवति. अनन्तरं सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्तस्य अङ्गस्य गुणः भवति इति अनुवृत्तिसहितसूत्रेण अकारस्य अङ्गमस्ति जि, अत्र तस्य अङ्गस्य अलोन्त्यस्य इति सूत्रेण इकारस्य गुणः भवति, अतः इकारः एकारः रूपेण परिवर्तते. अतः जे योग आयोग टि अत्र सन्धिः भवति, एचो सन्धिकार्यं सम्भवति. एचो यवायावः इत्यनेन सूत्रेण जे जे इति पदे यः एकारः अस्ति तस्य स्थाने ऐ आदेशः भवति, अतः ज योग ऐ योग आयोग ति वर्णानां मेलने जयति इति तिगन्तपूर्वरूपं निष्पन्नम्. सो अत्र भुवादिगणे अत्र लिखितमस्ति साधु भगिनी तथैव अस्ति, अत्र भुवादिगण्ये सर्वत्र एतादृशः एव कार्यम् इत्युक्ते तत्र सर्वत्र तिप् प्रत्ययस्य कृते सर्वदा किं भवति अदन्ताङ्गम् इत्युक्ते शप् प्रत्ययस्य अ इति भागः सर्वदा अन्ते अदन्ताङ्गम् एव अस्ति, अतः तिप् प्रत्ययनिमित्तीकृत्य तत्र गुणकार्यं न सम्भवति. सो प्रायशः तत्र ये इगन्तधातवः प्रथमगणे सन्ति भुवादिगणे सन्ति तत्र एतादृशः क्रमः एव सम्भवति. सो जी अस्ति वा ची अस्ति वा भू अस्ति वा तत्र क्षी अस्ति वा तत्र बहूनि इगन्तधातवः प्रथमगणे, सो तत्र एतादृशः क्रमः एव तत्र सार्वधातुक इगन्तधातु अस्ति, अतः सार्वधातुक अर्धधातुकयोः अन्ते तस्य इकवर्णस्य शप् प्रत्ययस्य कारणेन गुणः, अनन्तरं तिप् प्रत्ययस्य कृते तु अदन्ताङ्गमस्ति अजन्ताङ्गमस्ति, अतः तत्र केवलं वर्णमेलनं भवति, कोऽपि अन्यत् कार्यं न भवति. सो तत्र जयति इति रूपं यः भवति तादृशः समान तत्र प्रक्रिया बहुषु धातुषु तादृशप्रक्रिया एव सम्भवति प्रथमगणे. किमर्थं चेत् तत्र शप् प्रत्ययस्य यः अकारः सः अन्ते अस्ति, सो तिप् प्रत्ययस्य कृते सर्वदा तत्र अदन्ताङ्गम् एव निष्पद्यते, अतः तत्र तिप् निमित्तीकृत्य गुणकार्यं न भवति, केवलं शप् निमित्तीकृत्य एव गुणकार्यं भवति. किमर्थं चेत् शप् अपि शित् अस्ति, अतः सार्वधातुक प्रत्ययः, अतः तेन कारणेन अपि अत्र गुणः भवति. पित् अपि अस्ति शित् अपि अस्ति, अतः गुणस्य कृते कोऽपि बाधा अपि नास्ति अत्र प्रथमगणे. साधु भगिनी, इदानीं श्रू विषये कः एतादृशः क्रमः एव वक्तव्यं, सो श्रू अपि प्रथमगणे अस्ति, कः वक्तुमिच्छति श्रू धातुविषये? आं वदतु भगिनि. श्रू इति धातु अस्ति, तत्र प्रथमगणे अस्ति, प्रत्ययः शप् आयाति, श्रू योग शप् योग टिप् अस्ति, तत्र शप् शकार पकारस्य लशक्वतद्धिते इति सूत्रेण इत्संज्ञा भवति, अनन्तरं द्वयोः हलन्त्यं हा नि लशक्वतद्धिते इति सूत्रेण अलङ्घ्यमिति सूत्रेण पकार अस्ति कन्या तस्य लोपः इति सूत्रेण द्वयोः द्वयोः लोपः भवति तथा सृ सृ योग अयोग ति तिप् अत्र तिप् पकारस्य अपि हलन्त्यमिति सूत्रेण तस्य लोप इति संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति तथा सृयोग अयोग ति सृ सृ अत्र दीर्घ दीर्घ उकार नै ह्रस्व उकारः अस्ति तथा उकारस्य उकारस्य कः गुणः सत्यं वदतु रूपं परन्तु स्रवति हा हा स्रो भवति स्रो योग अयोगति केन सूत्रेण कार्यं तदपि वक्तव्यं केन सूत्रेण स्रो योग अयोगति तत्र किञ्चित् सार्वधातुकम् इति सूत्रेण अवशिष्टभागः अस्ति अकारः परन्तु शप् प्रत्ययः शित् प्रत्ययः अस्ति तथा तस्य पूर्वे स्रु अस्ति तस्य स्रो भवति स्रो भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण स्रो योग अयोगति अनन्तरम् एचो यवायवः इति सूत्रेण ओकारस्य स्थाने अव आदेश भवति स्रव अव अव तिंशित् सार्वधातुकम् इति सूत्रेण तिप् प्रत्ययः अपि सार्वधातुकम् अस्ति परन्तु तस्य अङ्गम् इगन्तं नास्ति इत्युक्ते तत्र गुणकार्यं न भवति तथा वर्णानां मेलने स्रोयोग स्रयोग अय अवयोग अयोग ति स्रवति इति पदं निष्पन्नम् सत्यं सत्यं साधु भगिनी स्रवति इति अस्ति अत्र स्रवति इति तत्र एकवचने स्रवति इति रूपं साधु सत्यं भगिनी चेतन भगिनी श्री क्षी विषये वक्तुमिच्छति वा भगिनी प्रथमे क्षीयोग शप्योग ति भवति तत् शप् विकरणप्रत्ययस्य दशक्वतद्धिते शित् भवति हलन्त्यं प पित् भवति अतः अ अवशिष्यते क्षीयोग अयोगति भवति क्षी सार्वधातुकं सार्वधातुकार्धधातुकयोः सूत्रेण क्षी क्षे भवति क्षे योग अयोग ति भवति तत् एकारस्य एचोयवायावः सूत्रेण ये ऐ भवति अतः क्ष योग ऐ योग अयोगति भवति अतः क्षयति भवति एकवचने क्षयति इति रूपं साधु भगिनी अस्तु ह्रून् विषये कः वक्तुमिच्छति ह्रून् विषये गिरिजा भगिनी वक्तुमिच्छति वा भगिनी अहं वदामि वा भगिनि? वदतु भगिनि, भ्रून् विषये वदतु। भुवादिगणे अस्ति अतः इति हलन्त्यम् इति सूत्रेण अन्त्यस्थित हलन्त नकारस्य ञकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, हृ एव अवशिष्टः। हृ अधिकं शिप् शप् अधिकं ति इति लटिलकारे भवति, शप् इति वृत्तेस्य दशकत्वदिते इति सूत्रेण शकारस्य इत्संज्ञा भवति, हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण द्वयमपि लोपः भवति, अतः अ एव तिष्ठति। अतः ऋ अधिकम् अ अधिकं ति भवति, लट् लकारस्य प्रत्ययात् तिप् अस्ति, अतः ति भवति। किञ्चित् अकारः अकारः अस्ति, अकारः अश्चित् अस्ति, तिङ् अपि अस्ति, अतः किञ्चित् सार्वधातुकम् इति सूत्रेण तृतीय अध्याये चतुर्थपादे एक त्रयोदश अधिकं शतकम् इति सूत्रेण तिङ् सार्वधातुकं भवति, सार्वधातुकार्धधातुकयोः इति सूत्रेण तस्य अन्ते स्थितः ऋकारस्य गुणं भवितुम् अर्हति। ऋ अधिकम् अ अधिकं ति अकारस्य अङ्गः हृ अस्ति, अतः तत्र गुणं भूत्वा हर् इति भवति, हर् अधिकं ति तिकारस्य अङ्गः हर् अस्ति, तत्र हलन्त अस्ति, अतः गुणः भवितुं न शक्यते, अतः हर अस्ति हरति इति भवति। शुद्धं वा महोदय? हलो, हलो, साधु श्रूयते भगिनि? साधु साधु, धन्यवादः। कृपया म्यूट् मध्ये तिष्ठतु। सो यत्र हदात् ऋकारान्त अस्ति, हृ इति धातुः ऋकारान्तधातुः, अन्ते रु इति स्वरः, रु इगन्तम् अस्ति, इक् वर्णः अस्ति, परन्तु तत्र यः गुणः भवति तत्र रु स्थाने अर् इति गुणः, न तु केवलम् अकारः इति गुणः। वयं जानीमः अत् एङ् गुणः इति सूत्रद्वारा अकारः एकारः ओकारः एते त्रयः वर्णः एव गुणित अक्षरः गुण रूपेण आगन्तुं शक्यते, परन्तु यत्र यत्र रु इति स्वरस्य अ आदेशः भवति तत्र तस्य अपरे रेफः अपि आयाति। सो सूत्रमस्ति उरनर् अपरः। सो यदा अत्र हृयोग अयोगति अस्ति तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण हृस्थाने अर् इति भवति, तत्र उरनर् अपरः इति वक्तव्यम्। सो उरनर् अपरः इति सूत्रेण यत्र यत्र ऋकारस्य स्थाने अनुप्रत्याहारस्य आदेशः अ इ उ, अनुप्रत्याहारे किम् अस्ति अ इ उ, सो यत्र यत्र रु स्थाने अ आदेशः अथवा उ आदेशः अथवा तत्र इ आदेशः भवति तत्र सर्वदा किं भवति, तत्र सर्वदा रेफः अनुप्रत्याहारस्य अनन्तरं रेफः अपि आयाति। सूत्रमस्ति उरनर् अपरः। सो यत्र यत्र रु स्थाने अनुप्रत्याहारस्य कोऽपि आदेशः कोऽपि वर्णस्य आदेशः भवति तत्र सर्वदा अनुप्रत्ययस्य परे रेफः अपि आयाति। सूत्रमस्ति उरनर् अपरः। सो अत्र न केवलम् अ इति आदेशः रु स्थाने परन्तु अर् इति आदेशः सो ह योग अर् योग अ योग ति सो इदानीम् अत्र अ अपि च अ मध्ये रेफः अपि तत्र आयाति अतः अत्र कोऽपि सन्धिकार्यं न भवति वर्णमेलनेन केवलं हरति इति रूपं किमर्थं चेत् स्वरद्वयस्य मध्ये रेफः अस्ति रकारः अस्ति अतः अत्र भिन्न भिन्नक्रमः ऋकारान्त धातुविषये तत्र भिन्नक्रमः तत्र किं क्रमः तिंशित् सार्वधातुकम् इत्यनेन शप्रत्ययः सार्वधातु अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण ऋकारान्त धातुः अपि गुणः रुस्थाने अर् इति आदेशः किमर्थम् अर् इति आदेशः उरनरपरः इति सूत्रस्य तत्र अपि तत्र वक्तव्यम् उरनरपरः इति सूत्रेण तत्र र परे सर्वदा आयाति अनन्तरं तत्र केवलं वर्णानां मेलनं भवति हरति इति रूपं सो तादृशः तत्र बहूनि ऋकारान्तधातवः प्रथमगणे सो तत्र किञ्चित् क्रमः भिन्नः अस्ति भिन्नम् अस्ति तत्र एकं उरनरपरः इत्युक्ते ऊर् स्थानस्य परे कथं भवति भगिनी तद् अन्येकवारं वदतु अत्र एकं स्लैड् अस्ति अहं स्लैड् प्रिपेर् करोमि अत्र दृश्यते जयति एव दृश्यते जयति एव दृश्यते जि जयति एकनिमिषम् अहं शेर् करोमि इदानीं दृश्यते स्लैड् सूत्रार्थः ऊरणपर दृश्यते इदानीम् अत्र दृश्यतु उरनरपरः उरनरपरस्थाने अहं वदामि उरनरपरः इति एकं परिभाषासूत्रं सो परिभाषासूत्रम् अस्ति सो तत्रापि यदा तत्र रुस्थाने अ इति आदेशः तत्र सर्वदा तत्र र परे आयाति सो तत्रापि उरनरपरः इति परिभाषासूत्रस्य आवश्यकता सो उरनरपरः इति सूत्रं किं वदति सूत्रस्य कः अर्थः अत्र उः अत्र यः विसर्गः अस्ति तस्य रेफ् आदेशः भवति उः अन् रपरः इति तत्र एतादृशानि पदानि सन्ति उः अन् रपरः अत्र पदत्रयं वर्तते अस्मिन् सूत्रे पदत्रयम् एकमस्ति उः द्वितीयमस्ति अन् तृतीयमस्ति रपरः उः इति षष्ठी एकवचनम् उः इति अत्र दृश्यतु यः ऋकारान्त पुल्लिङ्ग् शब्दः अस्ति यथा पितृ मातृ तत्र किं भवति पितुः मातुः इति षष्ठी अन्तं पदः तत्र रुस्थाने उः इति भवति सो अत्र यः उः श्रूयते सः कस्य षष्ठी एकवचनम् ऋकारस्य षष्ठी एकवचनम् अस्ति न तु उकारस्य अत्र अस्ति किमर्थं सो उः यः पदम् अस्ति षष्ठी एकवचनपदम् अस्ति सो उः इति पदं ऋकारस्य षष्ठी एकवचनम् अत्र प्रातिपदिकं किं रु इति प्रातिपदिकं न तु अत्र रु इति प्रातिपदिकं तस्य षष्ठी एकवचनम् अस्ति उः पितुः मातुः इति तत्र भवति षष्ठी एकवचने सो उः इति षष्ठ्यान्तं पदः सो षष्ठ्यान्तं पदः सूत्रे अस्ति चेत् स्थानी सो उः इति स्थानी पदम् अन् इति प्रथमान्तं पदः उरन् रपरः अन् प्रथम एकवचनम् अस्ति चेत् यत्र यत्र स्थानी पदं तत्र तु आदेशरूपी कार्यं सो स्थानी अपगच्छति आदेशः आयाति अन् इति प्रत्याहार अन् इति एकं प्रत्याहार अन् प्रत्याहारे तत्र किम् अकार आरभ्य नकारपर्यन्तम् अ इ उ एते त्रयः वर्णः अन् प्रत्याहारे आयाति रपरः प्रथमा एकवचनम् आदेशः परः इत्युक्ते अनन्तरं रेफः परः रेफः परे आयाति इति तस्य अर्थः एतत् अपि सो अत्र दृश्यतु किं लिखितमस्ति यत्र सूत्रार्थः कः यत्र रुवर्णस्य रुवर्णं वदामः चेत् दीर्घरुकारः वा ह्रस्वरुकारः यस्मिन् यस्मिन् सूत्रे, यत्र इत्युक्ते ग्रन्थे सूत्रे, यत्र रुवर्णस्य स्थाने, यस्मिन् यस्मिन् सूत्रे रुवर्णस्य स्थाने अनवर्णस्य आदेशः, अनप्रत्याहारे अ इ उ, इत्युक्ते अ वदामः चेत् दीर्घस्य अपि ग्रहणं, ह्रस्वस्य अपि ग्रहणं. सो रुस्थाने कुत्रचित् अ इति आदेशः, कुत्रचित् आ इति आदेशः, अथवा इ आदेशः, अथवा उ आदेशः. रु अपगच्छति, तस्य स्थाने अनप्रत्याहारस्य वर्णः आयाति, तत्र तस्य अन् वर्णस्य परे सर्वदा रेफः अपि विधीयते. सो न केवलं यः यत्र यत्र रु अपगच्छति तस्य स्थाने अ इ उ आयाति, तत्र एकम् अन्यत् वर्णः अपि आयाति. न केवलम् अनप्रत्याहारस्य वर्णः आयाति, परन्तु रेफः अपि आयाति. सो कुत्रचित् रुस्थाने अर् आदेशः भवति, कुत्रचित् रुस्थाने आर् इति आदेशः भवति. सो रु अपगच्छति आ इति आदेशः, परन्तु आ अपि अनप्रत्याहारस्य वर्णः. सो यत्र यत्र रुकारस्य स्थाने दीर्घ वा ह्रस्व वा, तस्य स्थाने अनप्रत्याहारस्य कोऽपि वर्णः आदेशरूपेण आयाति, तस्य परे सर्वदा रेफः अपि आयाति. एतत् एतादृशः कार्यं तु सर्वदा एव भवति यत्र कुत्रापि. तत्र एकं सूत्रमस्ति ऋत उत्, तत्र रुस्थाने उत् इति आदेशः, उत् इति कथनेन ह्रस्व उकारस्य. सो ह्रस्व उकारः अपि अनप्रत्याहारस्य वर्णः. सो रु अपगच्छति, तस्य स्थाने उ आदेशः सूत्रं वदति, परन्तु परिभाषासूत्रेण वयं जानीमः यत्र यत्र रुस्थाने अनप्रत्याहारस्य आदेशः भवति तत्र महर्षि विल् नाट् से देट् अत्र रेफः अपि आयाति. that we have to automatically understand because he has said this sutra in the first adhyay itself, that where in the future sutras where this ru sthane tatra anpratyaharasi varnah adesh rupena ayati tatra sarvada refah pare api tatra tasya adeshah api bhavati. So na kevalam ru sthane ut adeshah parantu ru sthane ur iti adeshah bhavati. u उकारः रेफः तथैव अत्रापि. यथा रुस्थाने सार्वधातुक आर्धधातुकयोः इति सूत्रद्वारा गुणवर्णस्य आदेशः, गुणवर्णः अकारः, अकारः अनप्रत्याहारस्य वर्णः, अकारः अनप्रत्याहारस्य वर्णः. सो रुस्थाने अनप्रत्याहारस्य वर्णस्य आदेशः, तत्र न केवलम् अनप्रत्याहारस्य वर्णः आयाति, परन्तु रेफः सर्वदा रेफः अपि आयाति. सो केवलम् अ न आयाति, तत्र अर् इति आयाति. केन सूत्रेण? उरन् रपरः इति परिभाषासूत्रेण वयं जानीमः. सो तत्र उर् अर् इति आदेशः भवति, न तु अ इति आदेशः. अत्र एकं वार्तिकम् अस्ति, रु लु वर्णयोः किं मिथं सावर्ण्यं वाच्यम् इति एकं वार्तिकम् अस्ति. सो कात्यायन महर्षिणा एतत् वार्तिकं दत्तम्. किमर्थं चेत् तत्र रु इति मूर्धावर्णः अस्ति, लु इति दन्त्यवर्णः. सो तेषाम् उच्चारणस्थानं भिन्नम् अस्ति, तथापि अनेन वार्तिकेन किं भवति, एतत् वर्णद्वयं सावर्ण्यम् इति तेषां तत् सवर्णं भवति. दीस् बिकम् सवर्णः केन? बिकास् वी नो देट् व्याकरणे ऐदर् सूत्रकारस्य तत्र प्रमाणम् आर् वार्तिकारस्य प्रमाणम् आर् तत्र भाष्यकारस्य इत्युक्ते परिभाषा महर्षिपतञ्जलि येन यत् उक्तं तदेव तत् अपि प्रमाणम् अस्ति. सो त्रिमुनि तत्र प्रमाणम् अस्ति. सो कथं जानीमः रु अपि च लु वर्णयोः मध्ये तत्र सावर्ण्यं वर्तते? एकं वार्तिकम् अस्ति कात्यायनमहर्षिणा दत्तम् एकं वार्तिकम्, तेन एव अवगम्यते रु अपि च लु वर्णः सवर्णः. ते द्वौ वर्णः यद्यपि तेषाम् उच्चारणस्थानं भिन्नं, सो तथापि ते सवर्णं भवति. सो अत्र यः रु यः वर्णः, न केवलं ऋकारः प्रातिपदिकस्य उः इति षष्ठ्यान्तं पदः, परन्तु लु इति स्वरस्यापि उः इति षष्ठ्यान्तं पदः भवति. सो अत्र उः इति कथनेन न केवलं ऋकारः अपि च लूवर्णस्य अपि ग्रहणं. सो यत्र यत्र लूवर्णस्य स्थाने अनादेशः तत्रापि तस्य परे किं रेफः आयाति, तत्रापि रेफः विधीयते. सो अत्र र प्रत्याहार, अत्र उरन् रपरः र र इति अस्ति, अत्र सम्पूर्ण र अस्ति, न तु र अस्ति. सो र इति प्रत्याहारे तत्र के वयं तत्र दृष्टवन्तः प्रत्या यः यथा वयं माहेश्वरसूत्र तत्र पठामः तत्र वयं दृष्टवन्तः लन् मध्ये तु अकारः इत्युक्ते लन् मध्ये यः अकारः न सः अकारः न केवलम् उच्चारणार्थं परन्तु सः इत्संज्ञकः अपि अस्ति. सो र इति कथनेन तत्र किम् अ इति इत्संज्ञकवर्णः. सो र प्रत्याहारे र आरभ्य अपर्यन्तं, सो हयवरट अत्र हयवरट लन् अस्ति. सो र आरभ्य ल अपर्यन्तं तत्र किम् अत्र दृश्यतु, अत्र अस्ति, अत्र दृश्यतु यः षष्ठं सूत्रम् अस्ति तत्र लन् अस्ति. अ इ उन् रुलुक् ए ओङ् ऐ औच् हयवरट अपि च लन्. सो वयं तत्र किं पठितवन्तः लन् मध्ये त यः अकारः सः अकारः न केवलम् उच्चारणार्थं सः अकारः इत्संज्ञकः अपि अस्ति, तस्य कृते अपि एकं वार्तिकं. सो अनेन किं भवति, र प्रत्याहारस्य निर्माणं र आरभ्य अपर्यन्तम्. अ अपि इत्संज्ञकः, लकार अकार नकार अ यः अस्ति अत्र अस्मिन् षष्ठसूत्रे, सो तत्र किमस्ति लन् मध्ये तु अकारः इत्संज्ञकः. सो र इति प्रत्याहारे र आरभ्य अपर्यन्तं, तो के वर्णानां ग्रहणं, र आरभ्य र अपि च ल, वर्णद्वयस्य ग्रहणं भवति र प्रत्याहारे. यद्यपि तत्र मतभेदाः सन्ति वैयाकरणाः कृते, तत्र बहूनि मतभेदाः सन्ति, परन्तु यत् वार्तिकेन उक्तं तदेव अस्माभिः पठनीयं. सो तत्र र इति केवल लण् प्रत्याहारे एव स्वीकर्तव्यम्, अन्यप्रत्याहारे न स्वीकर्तव्यम्. सि अत्र दृश्यतु, अत्र ह य वरट अस्ति, ह अनन्तरमपि अ अस्ति, य अनन्तरमपि अ अस्ति, अत्र चिन्तनं किम्? सर्वदा तत्र यत्र यत्र व्यञ्जनः श्रूयते ख फ छ ठ थ च ट त व, अत्रापि न केवलं ख ख अस्ति, अत्र अ अपि अस्ति. सर्वदा तत्र सर्वे प्रत्याहारे यत्र यत्र भवति तदपि व्यञ्जनस्य संयुक्ताश्रये एव स्वीकर्तव्यं वा? न तत्र यत्र यत्र व्यञ्जनस्य सह अ श्रूयते सर्वत्र श्रूयते, सर्वासु व्यञ्जनासु तत्र किं व्यञ्जनेषु तत्र किम् अ श्रूयते, परन्तु तत्र सः अ केवलम् उच्चारणार्थम् इति तत्र चिन्तनम्. सर्वासु व्यञ्जनेषु तत्र यः अकारः श्रूयते माहेश्वरसूत्रेषु, तत्र सः अकारः केवलम् उच्चारणार्थम्, उच्चारणं सम्यक् भवेत् तस्य कृते एव अकारः तत्र योजनीयं. परन्तु यः षष्ठं सूत्रम् अस्ति लन् यः अस्ति, लन् मध्ये यः अकारः श्रूयते तत्र ल अनन्तरम् अकारः, तत्रापि अकारः श्रूयते, यथा अन्यत्र अकारः श्रूयते अत्रापि अकारः श्रूयते. परन्तु तत्र किं चिन्तनं, लन् मध्ये तु अकारः न केवलम् उच्चारणार्थम् इत्संज्ञकः अपि अस्ति इति तत्र चिन्तनं. सो अत्र तेन किं भवति, तेन र प्रत्याहारस्य निर्माणम्, अन्यथा तु र प्रत्याहार अ कुत्रापि अत्र दृश्यतु, कस्मिंचित् सूत्रे अ इति यः वर्णः सः इत्संज्ञकः नास्ति. सो कथं र इति प्रत्याहारस्य निर्माणं कुर्मः, तत्र तु कुत्रापि अ इति इत्संज्ञकवर्णः नास्ति. सो तत्र वार्तिकेन किम् उक्तं, लन् मध्ये यः अकारः सः अकारः न केवलम् उच्चारणार्थं, यथा अन्यत्र अकारः उच्चारणार्थम् अस्ति, परन्तु अत्र न केवलम् उच्चारणार्थं सः इत्संज्ञकः अपि अस्ति, अ इति वर्णः, अतः अत्र अनुनासिक चिह्नं। किमर्थं चेत् उपदेशयाजनुनासिक स्वरः कदा इत्संज्ञक भवति? यदा सः अनुनासिक अस्ति तदा एव इत्संज्ञकः भवति। देट् इस् वै दिस् चन्द्रबिन्दु हेज़् बिन् पुट् ओवर् हियर् बिकास् अत्र यः अ श्रूयते सः अकारः न केवलम् उच्चारणार्थं सः अनुनासिक अपि अस्ति। अनुनासिक अस्ति चेत् तस्य इत् अपि भवति, इत्संज्ञकः अपि अस्ति। अन्यत्र कुत्रापि अनुनासिक अकारः नास्ति, अत्र एव अनुनासिक अकारः। सो र प्रत्याहारस्य निर्माणं कथं भवति? र आरभ्य लन् मध्ये यः अकारः सः इत्संज्ञकः, अतः र आरभ्य अपर्यन्तं। सो र प्रत्याहारे रकार लकारस्य ग्रहणम् इति तत्र अस्ति। आम् आम् अत्र उरन्नरपरः, सो उरन्नरपरस्य परे यत् अकारः अस्ति तत् अनुनासिकाकारः वा? लण् हा, लण् मध्ये यः अकारः सः उच्चारणादेव अनुनासिक। सत्यम्, अनुनासिक अस्ति अतः इत्संज्ञकः अस्ति। अनुनासिक नास्ति चेत् इत्संज्ञकः न भवति, अतः तत्र अनुनासिक चिह्नं दत्तम्। सो न केवलं रू यत्र यत्र सि इन् द प्रक्रिया वि विल् सी मोस्ट्लि द रू वर्णस्य स्थाने एव अनादेशः, बट् सिन्स् दिस् लू वर्णः अपि तत्र वेदे एतस्य प्रयोगः भवति, सो लू वर्णस्य स्थाने अपि यत्र यत्र अनुवर्णस्य आदेशः तत्र तस्य परे अपि रेफः आयाति। र प्रत्याहारे न केवलं रकारस्य ग्रहणम् अपि च लकारस्य ग्रहणं। सो सूत्रे उक्तः उ इति शब्दः रुशब्दस्य षष्ठी एकवचनम् अस्ति इति तु वयं दृष्टवन्तः। सो अत्रापि अत्र दृश्यतु महर्षि यः आद्गुणः इति सूत्रेण महर्षि इति भवति, तत्रापि आ योग रु अस्ति। सो आयोग रु अस्ति चेत् आद्गुणः इति सूत्रेण तत्र गुण अक्षरः आयाति, अकारस्य आदेशः, परन्तु र अपि आयाति। केन सूत्रेण? उरनरपरः। सो यत्र यत्र रु अपगच्छति तस्य स्थाने कोऽपि अनप्रत्याहारस्य वर्णः आयाति आदेशरूपेण, तस्य परे सर्वदा रेफः अपि आनेतव्यं। सो तत्र रेफः अपि आयाति, सो अत्र महर्षि इति भवति इति उरनरपरः इति सूत्रस्य अर्थः। सो उरनरपरः इति सूत्रद्वारा एव तत्र अर् इति आदेशः, न तु अ इति आदेशः। रुस्थाने न केवलम् अ आदेशः परन्तु अर् इति आदेशः भवति। अस्तु, इदानीं पर्यन्तं प्रश्नः अस्ति चेत् कृपया पृच्छतु। क्षमताम्, अहं प्रश्नं करोमि वा? वदतु महोदय। नमस्कारः, मम शङ्का अस्ति, अत्र अण् वर्णस्य इकारे एव उकार भवति, किञ्चित् उदाहरणमस्ति वा यत्र ऋकारस्य ऋकारस्य स्थाने इकार उकार वा? सूत्राणि सन्ति महोदय, सन्ति। तत्र एकमस्ति, ऐ विल् चेक्, लास्ट् टैम् ऐ हेड् चेक्ड् बट् ऐ डोण्ट् ऐ थिङ्क् ऐ हेव् नाट् रिटन् ओवर् हियर्। देर् आर् सूत्रास् वेर् रुस्थाने इ इति आदेशः, सो तत्र न केवलम् इ आयाति तत्र इर् इति आदेशः भवति। सो देर् आर् सच् सूत्रास् यथा मया उक्ता ऋत उत् इति एकं सूत्रम् अस्ति। ऋत उत् इति सूत्रं किं वदति? ऋकारस्य उत् इति आदेशः, तपरकरणमस्ति, ह्रस्व उकारस्य आदेशः। सो ह्रस्व उकारः अपि अनप्रत्याहारस्य वर्णः। सो न केवलं तत्र, यद्यपि तत्र उत् इति महर्षि वदति उत् आदेशः, तथापि तत्र उर् आदेशः भवति। सो एतत् परिभाषासूत्रं तत्र सर्वदा एतस्य प्रयोगः भवति, यत्र यत्र ऋकारस्य स्थाने अ अपि च इ अपि च उ इति आदेशः भिन्नसूत्रे भवति तत्र सर्वदा तस्य अनप्रत्याहारस्य परे रेफः अपि आयाति। ऐ विल् चेक् दिस् सूत्र एण्ड् ऐ विल् सेण्ड् महोदय आन् द ग्रुप् आर् इन् द ईमेल्। तत्र सन्ति ते तादृशः सूत्राणि सन्ति यत्र आदेशः यत्र उ आदेशः. धन्यवादः. सो तथैव तत्र महोदय तत्र एकं सूत्रम् अस्ति तत्र तत्र किं भवति रुस्थाने यदि तत्र रुस्थाने तत्र यदा वृद्धि आदेशः भवति वृद्धिसंज्ञकवर्णः के वृद्धि वृद्धिराधे च आत् अपि च एच् सो दीर्घ आकारः वृद्धिसंज्ञकवर्णः सो तत्र यदा तत्र तत्र अचोणिनीति इति सूत्रद्वारा तत्र किं ऋकारस्य आ इति आदेशः भवति वृद्धि भवति तत्र किम् आर् इति आदेशः न तु अ इति आदेशः सो यत्र यत्र रुस्थाने तत्र अनप्रत्याहारस्य वर्णस्य आदेशः तत्र सर्वदा अनप्रत्याहारस्य अनन्तरं रेफः अपि आयाति सो एतत् परिभाषासूत्रं तत्र सर्वदा एतस्य प्रयोगः भवति यत्र यत्र एतादृशः स्थितिः इत्युक्ते रुस्थाने यत्र अनप्रत्याहारस्य वर्णस्य आदेशः तत्र सर्वदा रेफः परे अपि आयाति इति व्याकरणे तत्र नियमः अस्तु कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु करपत्रं कुत्र अस्ति आम् सो अत्र एतस्य करपत्रस्य तत्र समापनम् अभवत् तत्र अत्र बहूनि इगन्तदातवः प्रथमगणे बहूनि इगन्तदातवः सन्ति तथैव चुरादिगणे वयं किं दृष्टवन्तः चुरादिगणे यथा चोरी इति पदं निष्पद्यते चोरी योगशप् भवति चोरी इति भवति अन्ते ह्रस्व इकारः निच् प्रत्ययस्य इकारः अन्ते सर्वदा श्रूयते सो तत्रापि शप् प्रत्ययस्य कारणेन इकारस्य स्थाने एकारः इति गुणः भवति सूत्रं किं सार्वधातुक आर्धधातुकयोः यत्र यत्र अङ्गं योगप्रत्ययः भवति तत्र प्रत्ययस्य प्राक् यः भागः तत् द्रष्टव्यम् इगन्तम् अस्ति चेत् तत्र सर्वदा सार्वधातुकार्धधातुकयोः इति सूत्रद्वारा गुणकार्यं भवति सो तत्रापि चोरे भवति इकारस्य एकारादेशः अनन्तरम् एचो यवायावः इति सूत्रेण तत्र अय इति भवति चोरयति अयति इति भवति सो चोरयति इति रूपं सो तत्रापि शप् प्रत्ययनिमित्तीकृत्य निमित्तेन तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण चोरी इति अङ्गस्य चोरे भवति तत्र चुरादिगणे अपि शप् प्रत्ययः निच् अनन्तरम् आयाति सो प्रत्येकस्य प्रत्ययस्य कृते कीदृश अङ्गं तद् द्रष्टव्यम् अत्र प्रसक्ति अस्ति वा गुणकार्यं करणीयं वा न करणीयं वा इगन्ताङ्गम् अस्ति वा नास्ति यथा पाठयोगशप् भवति पाठयोगशप् योगति यदा भवति तत्र तु शप् इति सार्वधातुकप्रत्ययः अस्ति परन्तु पठ इति इगन्त नास्ति सो पठति तत्र केवलं वर्णमेलनं भवति सो यत्र यत्र प्रत्ययः आयाति धातु अनन्तरं तत्र सर्वदा किं तत्र द्रष्टव्यं प्रत्ययस्य कृते कीदृश अङ्गम् इगन्तम् अस्ति वा नास्ति इगन्तम् अस्ति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र सर्वदा गुणकार्यं करणीयम् इति तत्र नियमः तेन एव वयं साधुरूपं तत्र तत्र निर्मातुं शक्नुमः अस्तु एतत्तु अभवत् कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अन्यथा अत्र स्थगामः कोऽपि सूत्रस्य कृते कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु अन्यथा अत्र स्थगामः भगिनी क्षम्यता भवती मया नाम उक्तम् अन्म्यूट् न कर्तुं शक्नोति भगिनी तथैव अग्रिमं कक्षायां पठतु भगिनि चिन्ता मास्तु अस्तु नो प्राब्लम् इदानीं स्थगामः शान्तिमन्त्रं पठामि कोऽपि शान्तिमन्त्रं पठितुम् इच्छति वा पठामि आं पठतु भगिनि गिरिजा भगिनी पठतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः पूर्णमदमपि पठतु ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः धन्यवादः धन्यवादः महोदय धन्यवादः भगिनी धन्यवादः.